पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 239 रुद्र उवाच प्रह्लादस्य सुतो जज्ञे विरोचन इदीरितः तस्य पुत्रो महाबाहोर्बलिर्वैश्वानरः प्रभुः सदुधर्मविदां श्रेष्ठः सत्यसन्धो जितेन्द्रियः हरे प्रियतमो भक्तो नित्यं धर्मरतशुचिः स जित्वा सकलान् देवान् सेन्द्रांश्च समरुद्गणान् त्रीं लोकान् स्ववशे स्थाप्य राज्यं चक्रे महाबलः आकृष्टपच्या पृथिवी बहुसस्य फलप्रदा गावः पूर्णदुःखाः सर्वाः पादपाफलपुष्पिताः स्वधर्मनिरता सर्वे नराः पापविवर्जिताः अर्चयन्ति हृषिकेशं सततं विकतज्वराः एवं चकारधर्मेण राज्यं दैत्यपतिर्बलि इन्द्रादित्रिदशास्तस्य किङ्करा समुपस्थिताः ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्पहृद भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया कश्यपो भार्यया सार्धं तपस्ते वे हरिं प्रति अदित्या सह धर्मात्मा पयोव्रतसमन्वितः अर्चयामास देवेशं पद्मनाभं जनार्दनं ततो वर्षसहस्राणि तेन सम्पूजितो हरिः तत्रैवाविरभूतस्य देव्या सह सनातनः तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् इन्द्रनीलमणिश्यामं सर्वाभरणभूषितं स्फुरत्किरीडकेयूरहारकुण्डलशोभितं कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितं श्रिया सहसमासीनं मण्डलेन्द्रे महात्मनि तं दृष्ट्वा जगदामीशं हर्षनिर्भरचेतसा पत्न्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः कश्यप उवाच नमो नमस्ते लक्ष्मीश सर्वज्ञजगदीश्वर सर्वात्मन् सर्वदेवेश सृष्टिसंहारकारकः अनादिनिधनानन्दवपुषे विश्वधारिणे नमस्ते वेदवेदाङ्गवपुषे सर्वचक्षुषे सर्वात्मने नमस्तुभ्यं नमः सूक्ष्मतराय च कल्याणगुणपूर्णाय योगिध्येयात्मने नमः नमो युवकुमाराय श्रीभूलीलाधिपाय च नित्यमुक्तैकभोगाय परधां निस्थिताय च चतुरात्मन्नमस्तुभ्यं चतुर्व्यूह नमोऽस्तु ते पञ्चावस्थाय ते तुभ्यं नमस्ते पञ्चमात्मकं पञ्चमात्मकनिष्ठैस्तु योगिभिः पूज्यसे सदा पञ्चार्थतत्त्वविदुषां पञ्चसंस्कारसंस्थितः पञ्चापरं स्वरूपं ते विज्ञेयं सततं हरे चतुर्धा परिपूर्णात्मन्नियदं कवयो विदुः त्वत्प्रसूतिं जगत्सर्वं पुनन्ति तव किङ्कराः त्रयी मया कर्मनिष्ठा ये द्विजा भक्तवत्सलाः तेषां दये क्षणादेव भवबन्धविमुक्तये नमोऽस्तु त्रिजगद्धात्रे स्वयं धात्रे किलात्मने धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः नारायणाय कृष्णाय वासुदेवाय सर्गिणे विष्णवे जिष्णवे तुभ्यं शुद्धसत्त्वाय ते नमः महादेव उवाच इत्यादिस्तुतिभिः सम्यक् स्तूयमानो महर्षिणा प्राहगम्भीरया वाच परितुष्टो जनार्दनः श्रीभगवानुवाच सन्तुष्टोऽहं द्विजश्रेष्ठत्वया भक्त्या समर्चितः वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् महादेव उवाच तदप्राह ऋषिकेशं भार्यया सह कश्यपः कश्यप उवाच पुत्रत्वं मम देवेश सम्प्राप्य त्रिदशांहितं कुरुष्व बलिना देवत्रैलोक्यं निर्जितं बलाद इन्द्रस्यावरजो भूत्वा उपेन्द्र इति विश्रुतः येन केन च मार्गेण बलिं निर्जित्यमायया त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतं महादेव उवाच युत्युक्तस्तेन विप्रेण तथेत्याह जनार्दनः संस्थूय मानस्त्रिदशैस्तत्रैवान्तरधीयत एतस्मिन्नेव काले तु कश्यपस्य महात्मनः आदित्या गर्भमागच्छत् भगवान् भूतभावनः तस्मिन् काले बलिर्यागं दीर्घसत्रं महातपः अष्टमहर्षिभिं सार्धमारेभे तद्विधानतः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे वामनप्रादुर्भावो नामैकोन चत्वारिंशदधिकद्विशततमोऽध्यायः ॐ